नमः सर्वेभ्यः. अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतं. प्रवृत्तमानविषयः तु भ्वादिगणः इति अस्ति. तत्र वयं गतसप्ताहे सामान्यधातवः दृष्टवन्तः. इदानीं विशेषधातवः इति भागे स्मः. तत्र वयं गम् धातोः विषये तु दृष्टवन्तः. तत्र इषुगमीयमां चः इति सूत्रम् अस्ति. तत्र गम् धातुः किमर्थं पाणिनिना गमी इति दत्तवान्? गम्ल इति नास्ति, गम् इति नास्ति, परन्तु गमी इति किमर्थम् इति. तत्र वयम् एकं वार्तिकं पठितवन्तः. इक् स्तिपौ धातुनिर्देशे इति वार्तिकमस्ति, यत्र इक् स्तिप् इति प्रत्ययद्वयम् अस्ति, यस्य उपयोगः केवलं सूत्रे एव भवति, लोके न इत्युक्ते लौकिकरूपे अस्य उपयोगं न भवति. सूत्रे एव तस्य उपयोगं पाणिनिना कृतं. किमर्थम् इत्युक्ते छन्दसः कृते. यत्र वयं तु जानीमः एव, यत्र पूर्वमपि यदा मौखिकरूपेण एव सूत्राणाम् आगमनम् आसीत् इति, तत्र यदा सूत्रं वदामः तत्र इषु गमीयमां चः इति यत् शैल्यार्थं वदामः चेत् तत्र रटनार्थं वा उच्चारणार्थं वा सौकर्यं भवेत् इति कारणात् तत्र इक् स्तिप् इति प्रत्ययः योजयित्वा, इक् वा स्तिप् वा प्रत्ययः योजयित्वा पाणिनिना तादृशरूपसाधनं कृतवान्. बहुषु स्थलेषु तस्य उपयोगं भवति. यदा वयम् अग्रे अपि पठामः तत्र इक् वा स्तिप् वा इति प्रत्ययः योजयित्वा साधितवन्तः. अत्र वयं पादातुः विषये अपि पठितवन्तः. तत्र पाद्राद्मा इति दीर्घसूत्रमासीत्. तत्रापि दृशि, अर्ति, सर्ति इति तत्रापि स्तिप् धातोः उपयोगं पाणिनिना कृतम् इति दृष्टवन्तः. तत्र पादातुः आरभ्य इदानीं पठामः. स्तिप् वा इक् स्तिपौ इत्यस्य अन्यदपि उपयोगमस्ति. छन्दसि एव इत्यस्य छन्दस् इति एकम् उपयोगम्, अन्यद् उपयोगं किम् इति पश्यामः. तस्य उपयोगं तु भ्वादिगणे न भवति, परन्तु सूचनार्थम् इति चिन्तयित्वा तदपि पठामः एकवारं. महोदय इषु इति कथम् आगतम्? स्तिप् अस्ति खलु, स्तिप् इति अस्ति गमि, अहम् अवगतम्. इषु इति कथम् आगतं तत्र? इषु गमीयमां, तत्र इषु इति वा? इषु एव धातुः महोदय. इषु धातु वा? इष् इष् धातु न इष् एम् अत्र दत्तमस्ति. इष् एव दातुम् दत्तमस्ति किल, तत्र उकारस्य लोपः भवति खलु. अस्तु अस्तु अस्तु, उकारस्य उपदेशः. अस्तु आम् आम्, इषु इषु इति दातु अस्ति. अस्तु अस्तु, तत्र अन्यसङ्ख्या अस्ति 1668 इति, कस्य सङ्ख्या अस्ति? काकः ध्वनिः अपि श्रूयते भारतात् इति मन्ये. भारतात् एव कः अस्ति? कः अस्ति नाम? अस्तु, अहं म्यूट् करोमि. अस्तु, कटतु महोदय. कुत्र भगिनि इदानीं? पाद्रात्. अस्तु, पा आदि धातूनां धात्वादेशः तत् बि भागः अस्ति किल. येषां धातूनां धात्वादेशे भवति शितिपरे, पाघ्राद्मास्तां नादाण दृशि दिश्यर्ति सर्ति शदसदां विभजिग्रधमतिष्ठमनयच्च पश्चरुच्च जौषीयसीदाः इति सूत्रमस्ति. सप्तमध्यायस्य तृतीयपादस्य अष्टसप्ततितमः सूत्रमस्ति. पाघ्राद्मा इत्यादीनां स्थाने पिब जिग्रधम एते आदेशाः भवन्ति शितिपरे, केवलं शितिपरे इति ध्येयम्. अतः पिबति परन्तु पास्यति इति पास्यति इति परस् पाश्च घ्राश्च घ्माश्च अग्रे अस्ति सद् च तेषाम् इतरेतरद्वन्द्व पाघ्राद्मास्ताम्नादान् दृश्यति सर्ति सद सद तेषां पाघ्राद्मास्था स्नादान् दृशि अर्ति सर्ति सद सदां पिबश्च जिग्रश्च धमश्च अग्रे अन्तिममस्ति सीदश्च तेषाम् इतरेतरद्वन्द्वसमासः पिबजिग्र धमतिष्ठ मनयच्च पश्च ऋच्च दौतीय सीदाः इति पाघ्राद्मास्ताम्नादान् दृशि अर्ति सर्ति सद सदां षष्ट्यन्तम् पिबजिग्रदमतिष्ठमनयच्च पश्य रुच्य दौशीयसीदाः प्रथमान्तं द्विपदमिदं सूत्रम् अस्ति. स्टिवुक्लमु चमां शिति इत्यस्मात् शिति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्माधिकारः अनुवृत्तिसहितसूत्रमस्ति. पाघ्राद्मास्तान्नादान् दृशर्ति सर्ति सद सदाम् अङ्गस्य पिबजिग्रधमतिष्ठमनयच्च पश्य रुच्य दौशीयसीदाशिति. अत्र धात्वादेशः अस्ति निर्दिष्टधातूनां केवलं शितिपरे अस्ति इति दत्तमस्ति. केवलं शितिपरे अस्ति पाघ्राद्मा इति पिब यथा पिबति परन्तु पास्यति इति तत्र पास्यति तत्र सर्वाधिकं नास्ति शित् नास्ति तत्र अतः पास्यति इति भवति लिट् लकारे लिट् लकारे किल लिट् लिट् लकारे भविष्यत्काले एव अतः एतेषां धातूनां आदेशः भवति शितिपरे अस्ति दत्तमस्ति. अत्र पुनः प्रश्नः उदेति किमर्थं ऋधातोः अर्ति इति रूपम् अस्तु अर्ति इति अस्ति अर्ति सर्ति अस्ति तत्र ऋ अपि स्त्रि धातोः सूत्रे अर्ति सर्ति इति दत्तमस्ति. अत्रापि इक्षितुपौ इक्ष्तिपौ धातुनिर्देशे इति वार्तिकेन अस्मिन् प्रत्यये स्तिप्रत्ययः न तु इक्प्रत्ययः कथम् इति भवति दत्तमस्ति. ऋ धातु अस्ति ऋ धातु योगः स्तिप् अनुबन्धलोपे ति एव अवशिष्टति ऋति इति ऋ योगः ऋ योग ति अस्ति स्तिप् शित्वात् सार्वधातुक अतः कर्तरि शप् इत्यनेन शप् प्रत्यय आगच्छति मध्ये किमर्थमिति चेत् सार्वधातुकमस्ति अतः अस्ति शप् इत्यनेन रकार अकार अस्तु योग ति अस्ति. इदानीम् अकारस्य पित् अस्ति अतः कर्तरि शप् इत्यनेन अर् इति भवति अर् अरति अरति. इदानीं कृते सूत्रछन्दस कृते अदादि आदादि आदादिकधातुः अर्ति इत्यर्थम् अदिप्रभृतिभ्यः शपः इत्यनेन शप् लुक् अस्तु. आदादिय अदादिय इति आदादिगणः अदादिगणः अतः आदादि अदादिगणः यस्य अदादिगणे अस्ति आदादिकः. ओ अस्तु अस्तु अतः तस्य लुक् भवति लुक् भवति अकारस्य लोपः भवति परन्तु तस्य यद्यपि लोपः भवति गुणः अभवत् किमर्थं भवत् अभवत् इदानीं ती कृते गुणः अभवत् वा आम् तत्र अदादिकः इव कार्यम् अदादिकः इव अदादिगणे नास्ति परन्तु द्वादिगण्यधातुः एव. ओके ऋति अस्ति अस्तु ऋ योग ति इदानीं ऋ योग ति एव अवशिष्यते. इदानीं ति निमित्तीकृत्य स्तिप् अस्ति अतः तत्र गुणः भवति अर् इति अरकारस्य उरण्परः अतः अर्ति इति अस्ति इति. तथैव सृ धातुः अपि तत्रापि शप् आगच्छति, लुक् भवति, सृयोग स्टिप् तिप् निमित्तीकृत्य स्टिप् निमित्तीकृत्य तस्य सर् भवति, सर्ति इति रूपं. तत्र किं गतम् अस्ति इत्युक्ते तत्र किञ्चित् भ्रमः एव जनयति, परन्तु अहं वदामि पुनः. तत्र ऋ धातुः यदा अर्ति इति किमर्थं रूपं, यदा भवान् उक्तवान् तत्र तु शप् आगच्छति, गुणः तु भवति एव. अर् अर् योगः अ योगः ति अरति इति प्रायः भवेत् भुआदिगणीयधातुः इति कृत्वा. परन्तु तादृशं रूपं नास्ति. अर्ति इति सूत्रछन्दसः कृते अर्ति इति रूपं तु सूत्रे अस्ति, केवलं सूत्रे अर्ति इति रूपम् अस्ति. किमर्थम् इति प्रश्ने सति तत्र अर्ति अधिप्रभृतिभ्यः शपः इति सूत्रेण यद् शप् विहितः भवति, ऋ शप् ति, यद् शप् विहितः भवति तत् शप् इत्यस्य लोपः भवति. इदानीं शपः लुक् अदादिगणीयवत् तादृशं तस्य ट्रीट्मेण्ट् इति वदामः किल, अदादिगणीयवत् तद् कृत्वा ऋ योगः ति. इदानीं ष्टिपः ष्टिप् इति प्रत्ययः निर्दिष्टमस्ति, विहितः भवति. ष्टिप् प्रत्ययः सार्वधातुकप्रत्ययः. किमर्थं शकारः तिंशित् सार्वधातुकम्, अतः ष्टिपः सार्वधातुकम्. अनन्तरं तित् अपि अस्ति, अतः इदानीं सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः. यद् शप् इति प्रथमं यद् विहितः भवति तेन गुणः न, ष्टिप् इति प्रत्ययस्य कारणेन गुणः, अतः सर्ति इति रूपम् आगच्छति. क्षम्यताम्, अर्ति इति रूपं, तादृशमेव सर्ति. अवगतं वा? किञ्चित् भ्रमजनकविषयः एव. स्टेप् टु इति वदामः किल, प्रथम स्टेप् मध्ये प्रथमसोपाने शप् विहितः भवति. किमर्थम् इत्युक्ते भुआदिगणीयधातुः इति कृत्वा. परन्तु अस्माकं छन्दसः कृते तद् अरति इति रूपं साधु न इति कृत्वा अर्ति इति छन्दसः कृते सौलभ्यम् इति कारणात् अधिप्रभृतिभ्यः शपः इति अन्यसूत्रं कृत्वा शपः लुक् भवति. अनन्तरं किमर्थं तादृशध्वनिः? अनन्तरं ष्टिप् इति विहितः भवति, ष्टिप् कारणतः गुणः सार्वधातुक अर्धधातुकयोः, अतः अर्ति इति रूपं, तादृशमेव सर्ति इति. तत्र सोपानद्वयमस्ति, परन्तु धातुः तु भवादिगणीयः एव, तद् मनसि भवेत्. अदादिगणीयधातुः नास्ति. वदतु महोदय. यत् इक्ष्टिपौ केवलं गमि अपि सर्ति सृ धातु कृते एव अथवा उत अन्यत्र बहुत्र आगच्छति, बहुत्र आगच्छति. यत्र यत्र वयं तदेव अहम् उक्तवती, तत्र कार्यद्वयमस्ति. एकं तु छन्दसः कृते तत्र यदा उच्चारणं कुर्मः तत्र सौलभ्यं भवति, मीटर् इति वदामः किल, यदा काव्ये भवति तादृशं सूत्रे अपि अस्ति. तत् तद् एकं प्रथम उपयोगं, तद् तु बहुत्र तादृश उपयोगं भवति. द्वितीयमस्ति अस्माकं यङ्ग् लुक् प्रसङ्गः, तदेव अग्रे आगच्छति. यङ्ग् लुकि एतादृश अर्ति सर्ति इति एतादृश इक् वा ष्टिप् वा इत्यनेन निर्दिष्टः धातवः यङ्ग् लुकि रूपं न साधयति इति द्वितीयप्रयोगः. आम्, द्वितीय उपयोगः, प्रयोगः न उपयोगः. तेषां धातूनां यङ्ग् लुक् रूपं न भवति इति वा? न एव भवति, निषेधार्थं यङ्ग् लुकि रूपं मा भूत् इति कारणात् सूचना अर्ति सति एकं भिन्नसूत्रं न स्थापितवान्. अस्मिन् सूत्रे एव वयम् अवगन्तुं शक्नुमः, अस्तु अर्ति अस्ति, भर्ति अस्ति, वृषि अस्ति, तेषां यङ्लुकी रूपं न भवति इति. परन्तु तत्रापि एकं डिस्क्लैमर् अस्ति, अत्र अस्मिन् सूत्रे यद् पाद ध्रा इति एतत्तु क्षितिपरे एव सस्यकरे प्रतिध्वनिः. इदानीं सम्यक्. क्षितिपरे एव तस्य कार्यं यङ्लुकी अस्मिन् अस्य सूत्रस्य प्रसक्तिः यङ्लुकी नास्ति. इषु गमियमां च पाद्राध्मा सूत्रद्वयस्य अपि यङ्लुकी प्रसक्तिः एव नास्ति. किमर्थम् इत्युक्ते एत सूत्रद्वयमपि क्षितिपरे एव कार्यं करोति. यङ्लुक् तु आर्धधातुकप्रकरणे अस्ति, सार्वधातुकः नास्ति. यङ्लुक् इति तदपि प्रत्ययः अस्ति, तत्र आर्धधातुकप्रत्ययः इति कृत्वा तत्र षित् इत्यस्य किमपि नास्ति, षित् एव नास्ति किल. आर्धधातुकं शेषः इति कारणात् तत्र अस्मिन् एतयोः सूत्रयोः तस्य प्रसङ्गः नास्ति. परन्तु अन्यसूत्रे स्तः यत्र तादृशम् इक्ष्तिपाधातुनिर्देशः कृतः तत्र यङ्लुकी तस्य उपयोगं न भवति. यङ्लुकी इति कृत्प्रत्ययः वा अथवा कृत् प्रत्ययः एव अग्रे आगच्छति तस्मिन् विषये. कृत् प्रत्ययः एव. अस्तु, पठामः. इतोपि एतत् स्पष्टम् अस्ति किल? आं भगिनि. आं भगिनि. आमाम्. आं भगिनि. श्रीवल्ली भगिनी भवती पठतु. कथं जानीमः इति? कथं जानीमः न न, तस्मात् पूर्वमपि अस्ति वा? न, तद् कथं जानीमः. स्तिप् तत्रत्वः प्रत्ययः. प्रत्ययः इति अनेन यत् किमपि विधीयते धातुभ्यः प्रातिपदिकेभ्यः च तस्य नाम प्रत्ययः. स्तिप् धातुभ्यः विधीयते अतः प्रत्ययः. धातुभ्यः विधीयमानाः प्रत्ययाः द्विविधाः, तिङ् कृत् च. कृदतिङ् इति सूत्रेण यः प्रत्ययः धातुभ्यः विधीयते अपि च तिङ् नास्ति स च कृत्. स्तिप् अष्टादशसु तिङ् प्रत्ययेषु नास्ति इति अस्मात् अयं कृत्. कर्तरि कृत् इति सामान्यसूत्रेण सर्वे कृत्यप्रत्ययाः कर्तृद्धाः. तदा कैश्चित् विशिष्टसूत्रैः परिगणिताः कृत्यप्रत्ययाः कर्मण्यर्थे, तेषु च स्तिप् नास्ति. अतः कर्तरि कृत् इति अनेन कर्तृद्धः एव इति प्रत्ययः. कथं जानीमः स्तिप् कर्तृत्वः प्रत्ययः? प्रत्ययः अर्थः यत् धातुभ्यः प्रातिपदिकेभ्यः च विधीयते तस्य नाम प्रत्ययः. स्तिप् स्तिप् इति प्रत्ययः धातुभ्यः विधीयते. अत्र स्तिप् इति प्रत्ययः धातुभ्यः विधीयमानाः प्रत्ययाः द्विविधाः, एकं तिङ् कृच् च. कृत् अतिङ् इति सूत्रेण यः तिङ् प्रत्ययः नास्ति तत् कृत् प्रत्ययः भवति. तत् कृत् प्रत्ययः स्तिप् अष्टादश तिङ् प्रत्ययेषु नास्ति. तिप्तश्चि इति प्रत्ययेषु स्तिप् प्रत्ययः नास्ति इति चेत् स्तिप् प्रत्ययः कृत् प्रत्ययः. तदा कर्तरि कृत् इति सामान्यसूत्रेण सर्वकृत्प्रत्ययाः कर्तृत्तकाः. तदा स्तिप् प्रत्ययः कर्तृत्तके कृत् प्रत्ययः इति अर्थः. कर्तृत्तकः इत्युक्ते किम् इति अवगतं वा भगिनि? कर्तृत्तकः मीन्स् कर्ता. कर्तरिप्रयोगः नास्ति. अस्ति कर्तरिप्रयोगः एव सार्वधातुकप्रत्ययः परः. कदापि प्रयोगः कर्मणि कर्मणि इति अनियर् तद् तत् तव्यत् अनियर् एतानि कृत्यप्रत्ययाः ते कर्मणि ता प्रत्यया तेषां तदेव वा तदा केश्चित् विशिष्ट परिगणित कर्तरिप्रयोगे ओके कर्तरिप्रयोगे एव तस्य कार्यं कर्मण्यर्थे ते तद् न विधीयते इत्युक्ते स्टिप् प्रत्ययः विषये ते वदन्ति स्मः इदानीं तत्र कर्त्रार्थकः इति स्टिप् प्रत्ययः कर्त्रार्थकः इति कथं वयं ज्ञातुं शक्नुमः किमर्थम् इत्युक्ते वयं जानीमः तत्तु कृत् प्रत्ययः इति तिङ् नास्ति कृत् जानीमः इदानीं कृत् प्रत्ययः यत् कृदन्तप्रत्ययः अस्ति तत्तु कर्त्रार्थे अपि भवति कर्मण्यार्थे अपि भवति वयम् इदानीं स्टिप् इति स्वीकुर्मः चेत् तद् कर्त्रार्थे एव इति कथं जानीमः इत्युक्ते तत्र स्टिप् इति प्रत्ययः सार्वधातुकप्रत्ययः परः अस्ति चेत् आगच्छति विधीयते किल शकारस्य तिंशित् सार्वधातुकं तिंशित् सार्वधातुकं सार्वधातुकप्रत्यये परे क्ष्टिप् प्रत्ययः विधीयते इति एकम् अनन्तरं तु कर्तरीकृत् इति सामान्यसूत्रमस्ति येन सर्वे कृत् प्रत्ययाः कर्त्रार्थकाः प्रथमं सामान्यसूत्रं तेषु परिगणितेषु तत्र ष्टिप् अपि अस्ति सामान्यसूत्रेण प्रथमं यदा वयं सर्वे सार्वधातुकप्रत्ययाः अनन्तरम् आर्धधातुकं शेषः इति वयं दृष्टवन्तः किल तादृशं प्रथमं सामान्यसूत्रेण सर्वे प्रत्ययाः सर्वे कृत् प्रत्ययाः कर्तरार्थकः अनन्तरं तेषु केचन परिगणित प्रत्ययाः कर्मण्यार्थे भवति केचन तु कर्त्रार्थे भवति अस्तु अग्रिममपि पठतु भगिनि आं भगिनि लः कर्मणि च भावे च अकर्मकेभ्यः इत्यनेन लकाराः तेषां स्थाने तिङ्गः च त्रिषु अर्थेषु भवन्ति कर्तरि कर्मणि भावे च तयोः एव कृत्यक्तकलार्थाः इत्यनेन कृत्सु प्रत्ययेषु कृत्यप्रत्ययाः ता प्रत्ययः कलार्थः कलर्थाः च प्रत्ययाः भावे कर्मणि एव भवन्ति एतान् विहाय सर्वे कृत् प्रत्ययाः कर्तरि कृत् इत्यनेन कर्तृत्तकाः इति सामान्यस्थितिः आम् सामान्यसूत्रं कर्तरि कृत् परन्तु लः कर्मणि च भावे च अकर्मकेभ्यः लकाराः ये त्रिषु अर्थेषु भवन्ति कर्तरि अर्थेषु कर्मणि भावे च अर्थेषु तिङ् प्रत्ययः भवन्ति तयोः एव कृत्यक्तकलार्थाः कृत्सु प्रत्ययेषु कृत्सु प्रत्ययेषु अर्थः कृत्यप्रत्ययाः ता प्रत्ययः खलर्थाः च प्रत्ययाः भावे कर्मणि एव भवन्ति कृत्यप्रत्ययाः खलर्थाः कलर्थाः इत्युक्ते किम् इति द्रष्टव्यं सूत्रं सूत्रमस्ति 95 अस्ति तृतीय कृत्याः इति कृत्याः इति आरभ्य नौल् त्रिचौ इत्यर्थात् प्राक् ये षट् प्रत्ययः अनुक्रमिष्यन्ते कृत्यसंज्ञकास्ते वेदितव्या तव्यत् तव्य अनियर् प्रत्ययः अचोयत् अपि च न जानामि अतः अस्ति तत्र चेत् षट् प्रत्ययः कृत्यप्रत्यया इति दत्तमस्ति नौ त्रिचौ प्राक् यत् अस्ति 95 टु नौ त्रिचौ कुत्र अस्ति नौ त्रिचौ तत्पर्यन्तम् एते तत्पर्यन्तं कृत्य एते भावकर्मणि इति दत्तमस्ति अस्तु, कर्तरि कर्मणि भावे च तयोरेव कृत्यप्रत्ययः कलर्थः, प्रत्ययः भावे कर्मणि एव भवन्ति, कर्तरि न भवन्ति, कर्तरि न भवन्ति, न भवन्ति इत्यनेन स्टिप् इति कर्तरि कृत् रोगा कृत्यप्रत्ययः नास्ति, सा प्रत्ययः नास्ति, कलर्ताः नास्ति, स्टिप् प्रत्ययः अतः कर्तर्तकः प्रत्ययः इति जानीमः. कलार्थ अहमपि न जानामि, अत्र काशिका एव दत्तमस्ति, सूत्रं सूत्रमस्ति कलार्थाः प्रत्ययः कर्मणि कर्तव्य भोक्तव्या कलार्थ एव कलार्थाः कलर्था इति प्रत्ययः भवन्ति इत्येव दत्तमस्ति काशिकायां. कर्मणि कर्तव्यः कठो भवता, भोक्तव्या ओदना भवता इति प्रायः भवता इति रूपम् आगच्छति वा इति द्रष्टव्यं भवति. कलार्थाः कर्मणि ईषत्कारः कठो भवता, न जानामि महोदय, अहं दृष्ट्वा प्रायः अन्यत्र कुत्रापि पश्यामि, अत्र पूर्णतया सूत्रं न दत्तं. कृदन्तप्रकरणे वयं प्रायः कृदन्तप्रकरणे दत्तव्यम् अत्र नास्ति. सम्यक्, महोदय भवान् पठति वा सूत्रम् इषुगमियमां सह. अस्तु, इषुगमियमां चः इति यथावत् अत्रापि प्राघ्राद्वा इति सूत्रे यङ्लुप् इत्यस्य प्रसङ्गः नास्ति, यतः सूत्रस्य निमित्तं षित् यस्मात् सार्वधातुकप्रकरणे एव प्रसक्तिः, यङ्लुप् च आर्धातुकप्रकरणे अस्ति, अतः अत्र ष्टिप् प्रत्ययस्य प्रयोगः केवलं सूत्रशैल्यर्थम् अर्थिशक्ति च धातुनिर्देशे. इषुगमियमां चः इति यथावत् अत्रापि इति सूत्रे यङ्लुकि इत्यस्य प्रसङ्गः नास्ति, यतोहि सूत्रस्य निमित्तं शिति अस्ति, शिति एव यङ्लुकि च आर्धातुकप्रकरणे अस्ति, अतः अत्र ष्टिप् प्रत्ययस्य प्रयोगः केवलं सूत्रशैलार्थं न जानामि किम् दत्तमस्ति इति. सूत्रशैल्यार्थम् इत्युक्ते तद् छन्दसि इति उक्तवती किल, तादृशमेव तत्र यङ्लुक् इत्यस्य प्रसक्तिः एव नास्ति. किमर्थम् इत्युक्ते शित्ति परे इति दत्तमस्ति, यङ्लुक् तु आर्धधातुकप्रकरणे एव तद् विद्यते. यङ्लुक् इति यद् प्रत्ययः अस्ति, यङ् इति यत् प्रत्ययः अस्ति, तत्तु आर्धधातुकप्रकरणे एव तस्य तद्विधीयते. तर्हि पा इति यङ्लुकि भवति वा इति अर्थं वा? भवति भवति. पादातौ पाद्रा इत्यस्य किमर्थं पाद्राध्मा इत्यस्य विवक्षा नास्ति महोदय, तत्र यद् अर्ति सर्ति इति इक्ष्टिपा निर्दिष्टः दातवः अस्ति किल तस्य एव. गमी इत्यत्रापि इषुगमियमां चः इति तत्रापि गमी इति धातोः विषये एव, अन्यत् सर्वं सामान्यतया यदा यथावत् तद् भवति एव. यत्र यत्र इक्ष्टिपा निर्दिष्टः धातुः अस्ति तत्र एव. तर्हि सृ अपि च यत् अस्ति तत् ऋ धातोः यङ्लुक् भवति वा? भवति भवति एव. किमर्थमि चेत् अत्र षित् षिति परे एव दत्तमस्ति, अतः किमपि यङ्लुक् विषये किमपि न उक्तं किल अत्र, अतः तद् भवति एव. तत्र रूपाणि सन्ति एव, यत्र केचन स्थलेषु यत्र षिति परे इति किमपि न उक्तं चेत् तत्र पाणिनिना सूचितमस्ति यङ्लुकि तस्य रूपं न भवति इति. अत्र तु निमित्तम् अस्ति शिति परे एव इत्युक्ते अशिति तस्य उपयोगं तु अवश्यं भवति. अधुना पाग्राद्मा इति सूत्रे दृशि इत्यस्ति, दृशि सानुबन्धधातुः दृशिर्, निरनुबन्धधातुश्च दृश्, कथं वा दृशि, दृशिर्योग इक्, दृश्योग इ, इक् प्रत्ययः धातुभ्यः विहितः, नशित् नव तिङ् इति कृत्वा आर्धातुक, तस्मात् न शप्, अतः दृश् योग इ इत्येव स्थितिः. इदानीम् अग्रे किमर्थं सार्धातुकार्धातुकयोः इत्यनेन गुणः न स्यात्, इक् प्रत्ययः कित् अस्ति, कित्वात् ङिति च किति च इति सूत्रेण गुणनिषेधः. दृश्योग इ योग, दृश्योगः इ दृशि इति भवति. अत्र दृशिर् इ इ उपदेशावस्थायाम् अनुनासिक इ वा इर् न, तत्तु दृश् इति अस्ति, अनन्तरमेव दृशि इति भवति किल. न न, दृशिर् प्रथमम् अस्ति उपदेशे, तत् अनुनासिक, सोरि अनुनासिक इकार अस्ति. अस्तु अस्तु, दृश् प्रथमम् इकारस्य लोपः कृतवान् इत्संज्ञा भूत्वा, अनन्तरं पुनः योजितवान् इक्ष्टिपा धातुनिर्देशः इति कारणेन छन्दसि कृते. दर्शि किमर्थं न भवति इति दत्तमस्ति कित्वात्, दृशि एव दर्शि न भवति. आम्, स्मर्तव्यम् एतत् सूत्रे एव, अनन्तरं कार्याणि तु भिन्नरूपेण भवति. सूत्रे एव तत्र गुणः न भवति इति. दृशीस्थाने किम् आगच्छति, पश्य इति आगच्छति किल, तत्र तु गुणस्य प्रसक्तिः नास्ति. किमर्थम् इत्युक्ते तत्र इक् वर्णः नास्ति, परन्तु यदा अस्ति चेत् तत्र गुणः अवश्यं भवति प्रक्रियायां. सूत्रं भिन्नं, प्रक्रिया भिन्नं, तद् मनसि भवेत्. अस्तु, तावदेव किल अत्र इशु. आमां, किमपि नास्ति अत्र, दृशि एव, किमर्थं दृशि एव इति दत्तमस्ति. तत्र महोदय पूर्वस्मिन् वर्गे वयम् एकं परिच्छेदं त्यक्तवन्तः किल, यङ्ग् लुक् इत्युक्ते किम् इति न जानीमः इति, तत् पूर्वं किञ्चित् एकवारं पठामः महोदय. गम् धातुः इक् प्रत्ययः धातुनिर्देशे, धातुनिर्देशे तद् भाग पठतु. इक् प्रत्यय धातुनिर्देशे, इषु गमयमां चः इति सूत्रे गम्ल योग इक् अनुबन्धलोपे गम् योग इ योग योगः इ गमि. अत्र यङ्ग्लुक् इत्यस्य प्रसङ्गः नास्ति, यतोहि सूत्रस्य निमित्तं षित्, यस्मात् सार्धातुकप्रकरणे एव प्रसक्तिः. यङ्ग्लुचित आर्धातुकप्रकरणे अस्ति, अतः इक् प्रत्ययस्य प्रयोगः केवलं सूत्रशैलार्थं गमि धातुनिर्देशे एव इति दत्तमस्ति. अग्रे आम् अग्रे पठामि. अत्र अत्र दत्तमस्ति इक् अस्ति केवलं सूत्रशैलार्थम् एव इति, सूत्रशैलार्थम्, अतः गमि धातुनिर्देशे, धातुनिर्देशे गमि इति, गम् धातुः गमि इति. चे च ह्रस्वस्य तुक् आगम भवति चकारे परे, सूत्रमस्ति. तुक्कित् अस्ति, अतः आद्यन्तौ टकितौ इत्यनेन यस्य आगमः अस्ति अत्र ह्रस्वस्वरस्य, तस्य अन्ते आयाति. ह्रस्वस्य तुक् अस्तु, अन्ते आयाति, अतः तस्य अन्ते आयाति. चे सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं. ह्रस्वस्य पिति कृति तुक् इति इत्यस्मात् ह्रस्वस्य तुक् इत्यनयोः अनुवृत्तिः संहितायाम् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति. ह्रस्वस्य तुक् चे च संहितायाम् इति ह्रस्वस्य तुक् आगमः भवति चकारे परे इति दत्तमस्ति. इषुगमियां चः इति अस्ति. इषु इष् धातुः अस्ति, चकारः अस्ति. तत्र यत्र चकारः भवति तत्र छे च इति सूत्रेण तुक् आगमः भवति. ह्रस्वस्य ई इति अस्ति, तत्र इत् च इति भवति. अनन्तरं इच्छ इति भवति अत्र सन्धिसूत्रेण. तोस्तु नास्युः किल, तोस्तु नास्तु इति सूत्रेण चकारः भवति. इच्छति इति अन्तिमरूपं. प्रथमं तुक् अनन्तरम् अस्माकं श्चुत्वसन्धि. श्चुत्वसन्धि तदेव गम् इति धातुः विषये अपि, यम् इति धातुः विषये अपि. हा यच्च, ओके अस्तु. यच्छति, गम् गच्छति, अनन्तरम् इच्छति. परन्तु तत्र गम् धातुः एव अस्मिन् भवादिगणे अस्ति, यच्छ धातुः अपि. परम् इच्छ धातुः अस्मिन् तुदादिगणीयधातुः अस्ति. इश् अस्तु, अतः तत्र तुदादिगणे श एव अस्ति वा विकरणप्रत्ययः, अतः गुणः न भवति. आम् गुणस्य गुणः न भवति उपधायां. नास्ति तत्र चेच इति सूत्रेण चकारः भवति. आम् परन्तु तत्र पूर्वमेव यत् इष्योगः श इति आगच्छति तत्र अपि गुणः न भव उपधायां लघु इक्वर्णः अस्ति, परन्तु गुणनिषेधः. गुणनिषेधः अस्तु अस्तु अस्तु वयं पुनः एतत् सूत्रं पश्यामः. इषु गम्यमां चः इति तुदादिगणे पुनः पश्यामः. अस्तु, गम् पा धातुः दृष्टवन्तः. इदानीं किम् अस्ति अग्रे, यङ्ग्लुक् इति विषये अस्ति किल. यङ्ग्लुक् इति विषये अस्ति, किञ्चित् परिचयरूपेण एव तत्र दत्तवान् महोदयेन. अत्र तद् विषये अस्ति किं, तस्य प्रसक्तिः भुवादिगणे किमपि नास्ति. यङ्ग्लुक् इत्युक्ते किम् इत्येव. अस्तु, भगिनी पठति वा? आं भगिनि, यङ्ग्लुक् प्रसङ्गे, यङ्ग्लुकः प्रसङ्गे स्तिप् प्रत्ययः सूत्रस्य अलङ्कारार्थम् उपयुज्यते पाणिना इति उक्तं. ततः अग्रे अन्यत् एकं प्रयोजनं भवति. कुत्रचित् सूत्रेषु धातोनिर्देशे धातोः स्तिप् प्रत्ययः भवति, येन यङ्ग्लुकि तस्य सूत्रस्य कार्यं तस्य धातोः कृते न स्यात् इति प्रदर्शनार्थम्. एकं प्रयोजनम् अलङ्कारार्थं, द्वितीयप्रयोजनं सूत्रेषु गुण प्रत्ययः भवति येन यङ्ग्लुकि तस्य सूत्रस्य कार्यं तस्य धातोः कृते न स्यात्. यङ्ग्लुकि कार्यं न भवति, न भवति. ओके, स्टिप् प्रत्ययः यङ्ग्लुकि कार्यं न भवति. अत्र बहूनां जिज्ञासा व्युत्पन्ना, यङ्ग्लुकन्तं नाम किम्? अतः तस्मिन् सम्बन्धे किञ्चित् उपस्थाप्यते परिचयत्वेन. पाणिनेः धातुपाठे 2000 धातवः सन्ति. भू, द, पट्, लिक्, ज्ञ, क्रि इत्यादयः 2000 धातुषु अस्माकं बहवः परिचिताः. इमे पाणिनीयधातुपाठे स्थिताः सर्वे धातवः औपदेशिकधातवः इति उच्यन्ते. धातुपाठे 2000 धातवः सन्ति. इमे धातवः औपदेशिकधातवः इति उच्यते. धातुपाठे स्थिताः सर्वे धातवः. तदा द्वादशप्रत्ययाः सन्ति. ये एभ्यः धातुभ्यः विधीयन्ते यदा इमे प्रत्ययाः विहिताः भवन्ति तदा नूतनधातवः निष्पन्नाः भवन्ति। येषाम् अस्माभिः नूतनया निष्पादितधातूनां नाम आतिदेशिकधातवः। यथा निच् प्रत्ययस्य संयोजनेन निजन्तधातुः निष्पन्नः, लिक् इति औपदेशिकधातुः, तस्मात् यदा निच् विहितो भवति तदा लेखि इति नूतनः निजन्तधातुः निष्पन्नः, अयं च आतिदेशिकधातुः। सूत्रं सनन्तधातवः अपि तत्र कृ इति औपदेशिकधातुः, चिकीर्ष इति सनन्तः आतिदेशिकधातुः, लटि चिकीर्षति इति। ओके, सर्वे धातवः औपदेशिकधातवः, धातुपाठे स्थिताः सर्वे धातवः औपदेशिकधातवः। द्वादश प्रत्ययाः सन्ति द्वादशप्रत्ययाः सन्ति, ये प्रत्ययाः धातुभ्यः विधीयन्ते, इमे प्रत्ययाः विहिताः भवन्ति तदा नूतनधातवः निष्पन्नाः भवन्ति। उदाहरणं ओ धातु आतिदेशिकधातवः इति नामः। उदाहरणं मिच् प्रत्ययः, द्वादशप्रत्ययेषु एकम् उदाहरणं मिच् प्रत्ययस्य संयोजनेन निजन्तधातुः निष्पन्नः, लिक् इति धातु लेखि इति भवति, लेखि इति नूतन आतिदेशिकधातुः इति नाम। सनन्तधातवः अपि तथा सनन्तप्रत्ययाः क्रू इति उदाहरणं दत्तमस्ति, क्रू इति चिकीर्ष इति सनन्तः आतिदेशिकधातुः, लटि चिकीर्षति इति रूपं निष्पन्नः। तत्र सूत्रमस्ति सनाद्यन्ता धातवः, धातवः 3. तृतीय अध्यायस्य प्रथमपादस्य 32 सूत्रसङ्ख्या। परन्तु कुत्र अस्ति इति एकवारं पश्यामः। 3:50 तमे पुटे अस्माकं पुस्तके अष्टाध्यायी सूत्रपाठः पुस्तके 3:50 तत्र सनादयो धातुप्रत्ययाः इति दत्तमस्ति किल, प्राप्तं वा? कुत्र भगिनि? 3:50 तत्र सनादयो धातुप्रत्ययाः तृतीय अध्यायस्य प्रथमपादस्य पञ्चमसूत्रं पश्चमसूत्रात् आरभ्य तत्र हेडिङ्ग् दत्तमस्ति किल सर्वत्र, सन् प्रत्ययः इति सनादयः धातुप्रत्ययः सन् क्यच् काम्यच् क्यङ्ग् क्यष् अनन्तरं क्यच् अनन्तरं निच् अनन्तरं यङ्ग् प्रत्ययः यङ्ग् प्रत्ययः यङ्ग् इति एकं प्रत्ययः अस्ति, यङ्ग् लुक् इति अन्य प्रत्ययः अस्ति, परन्तु अर्थः तु समान अर्थः एव। वारं वारम् अधिक अधिकम् यत्र यङ्ग् तत्रापि वारं वारं भवति वा? तत्र समान भवति, रूपं प्रायः किञ्चित् भिन्नं भवति, किमर्थम् इत्युक्ते लुक् भवति किल, परन्तु अर्थं समान। अनन्तरं मिच् प्रत्ययः यद्वयं जानीमः, अनन्तरं यक् आय प्रत्ययः, इयङ् प्रत्ययः, निङ् इति प्रत्ययः, धातुसंज्ञा तु सनाद्यन्ता धातवः इति सूत्रेण भवति। तावत्पर्यन्तम् अस्माकं सनादि धातवः सनादयो धातुप्रत्ययः विंशति प्रायः अस्ति. इयङ् इति तदपि सनादिप्रत्ययः वा ऋतेरियङ् इयङ् आम् आम् आम् निङ् प्रत्ययपर्यन्तम् अस्तु अस्तु कर्मे कर्म कर्म कमेणिङ् कर्मणे निङ् कर्मणिङ् किमर्थम् इत्युक्ते कमेः कमेः निङ् कं दातु कं दातु निङ् प्रत्ययः कं दातु कमेः ऋतेर् रियङ् इयङ् इयङ् मिच् प्रत्ययः अपि प्रत्ययद्वयमस्ति कृत पूर्वं मुण्ड मिश्र श्लषण लवणव्रत मिच् इति एकम् अन्यत्तु अस्माकं चुरादिव्य चुरादिव्यः परिगणितधातूनां कृते निच् इति निच् विधीयते अनन्तरं भवति एव महोदय चुरादिभ्यः निश्चित सर्वे न अन्यत् भुआदिगणेपि अपि निच् न भवति वा भवति खलु भवति एव भवति एव पाठयति भावयति इति अपि रूपम् अस्ति किल अत्र सत्यापपाश इति रुवीणातूण इति दत्तमिति चुरादिभ्यः निच् इति भवति एव स्वार्थे भवति प्रेरणार्थे भवति इति निच् द्वयमस्ति किल स्वार्थे तु चुरादिभ्य निच् भवति प्रेरणार्थे सर्वेषु धातुषु विधीयते यत् चुरादिगणे अस्ति दातवः सन्ति ते स्वार्थे एव यत् यत् अस्ति इदानीं चुरादिगणे दातु स्वार्थे एव स्वार्थे एव निच् यदा निच् योग कृते कृतः चेत् तदा स्वार्थ अपि च किम् प्रेरणार्थे इति भिन्नं हेतुमति च प्रायः प्रेरणार्थे इति चिन्तयामि तत्र भिन्नसूत्रमस्ति प्रेरणार्थे स्वार्थे तु एतत् सत्यापपाशरूपवीणा तत् सूत्रं तत्र कार्यं वयं तु प्रथमं चुरादिगणस्य विषये एव पठामः प्रेरणार्थे आर्धधातुकप्रक्रियायाम् आगच्छति किञ्चित् मम सन्देहः अस्ति यत् निच्पत्य सर्वेभ्यः धातुभ्यः भवितुमर्हति विधीयते परन्तु इति सत्यापपाश इति ते दातः नास्ति वा पाशरूपवीण तदपि दातवः अस्ति तत्रापि भवति चुरादिभ्यः अपि भवति इति केचन धातुषु चुरा निच् विधीयते अनन्तरं चुरादिभ्यः अपि निच् विधीयते सत्यप इति नामधातुः इति सत्यापपाश श्लोक इति नामधातु अस्ति तत्र सत्यापयति इति भवति पाशयति रूप अर्थापयति देवापयति इति रूपम् आगच्छति तत्र पाशयति इति तत्र भिन्नविधधातुः सत्यापपाश रामवीणतूलश्लोक सेनलोम त्वचवर्म वर्णचूर्ण चुरादिभ्यः सर्वे दातवः वर्णं गृह्णाति इति वर्णयति इति रूपं तादृशं तत्र आगच्छति नामदातवः अस्तु अस्तु अग्रे सरामः महोदय भवान् पठति वा किञ्चित् तत्र अत्र पूजा ध्वनिः अस्तु अस्तु आम् आम् आम् आम् आं भगिनी भवती एव पठतु भगिनि. आं भगिनि, येषु द्वादशसु प्रत्ययेषु यङ् प्रत्ययः अन्यतमः वारं वारम् अथवा अधिकाधिकम् इति अस्मिन् अर्थे भवति. यथा णिच् अपि च सन् अस्य यङ् प्रत्ययस्य धातुना संयोजनेन नूतनधातुः निर्मितः भवति. तदा यङन्तधातुः इति वदामः. यङ् प्रत्ययस्य किञ्चन वैशिष्ट्यम् अस्ति यत् यत् तस्य लोपः लुक् अपि भवितुम् अर्हति. यत्र यङ् लुक् भवति तत्र यङ् लुगन्तधातुः इति उच्यते. यगन्तानां यङ् लुगन्तानां च अर्थः समानः परन्तु रूपं भिद्यते. येषु द्वादशप्रत्ययेषु यङ् प्रत्ययः अन्यतमः एकः यङ् प्रत्ययः One among many. One among many. Okay. इति अर्थः यङ् प्रत्ययः वारं वारं रिपिटेशन् अथवा अधिकाधिकम् इति अर्थे यङ् प्रत्ययः विहितः भवति. यङ् प्रत्ययः यङ् लुक् भवति तत्र यङ् लुगन्तधातुः इति उच्यते. यङ्गन्तधातुः अपि च यङ् लुङ्गन्तधातुः इति उच्यते. अर्थः समानः परन्तु रूपं भिद्यते. अव्ययपदानि वा भगिनि? वारं वारम् अधिकाधिकम् इति अव्ययं भवति वा? वारं वारम् इति अव्ययमेव. अधिकाधिकं वारं वारम् अधिकाधिकम् वारे वारा इति रूपं नास्ति. वारं वारम् इति अव्ययमेव. अस्तु. यङ् लुक् यङ् प्रत्यय यङ् प्रत्ययः अर्थः अर्थः एव वारं वारं when we use some repetition again and again. यङ् लुक् तु अस्माकं तिङन्तप्रत्यय तिङन्तपदम् इव एव तस्य तु तद् अव्ययं नास्ति. पठतु भगिनि. यङ् लुकन्तदातवः आदादिगाः इति उच्यन्ते यतोहि तत्र शपः लुक् भवति अदादिगणवत्. अन्ये सर्वे आतिदेशिकदातवः भ्वादिगणीयाः यथा सनन्ताः निजन्ताः यङन्ताः. तेषां सर्वेषां कृते षट् विकरणप्रत्ययः भवति. ये द्वादशेषु प्रत्ययाः विहिता धातुभ्यः यङ् लुकन्तदातवः आदादिका इति शप्तः लुक् भवति. अन्ये सर्वे आतिदेशिकदातवः सनन्ताः निजन्ताः यङन्ताः शप् तेषां सर्वेषां कृते शप् विकरणप्रत्ययः भवति. लिक् धातुः यङ् लुकः. भगिनि एकः संशयः, यत्र सन् प्रत्यय विधीयन्ते सर्वे भवादिगणीयधातुवत् भवति वा, यथा शप् भवति इति वा? आम्, सर्वे आतिदेशिकदातवः द्वादिगणीयाः. यद्यपि मूले अन्यगणे भवेत् परन्तु यत्र यदा सन्तत्य विधीयते अथवा सनन्त यदि विधीयते निजन्त निच् प्रत्यय विधीयते तत्र शपः भवति, शप् भवति इति वा? निच् वयं जानीमः किल, वयं कृतवन्तः. गम् इति धातुः स्वीकरोतु, इदानीं तत्र णिच् योजयतु. गमी इति नूतनधातुः आगच्छति. अनन्तरं पुनः वयं शप् योजयामः किल, गमयति इति रूपं. तादृशमेव गुणः अस्ति चेत् गुणः भवति. तत्र वयम् एकवारम् अपि दृष्टवन्तः द्विवारं गुणः भवति इति. अनन्तरम् एचोयवायावः आगच्छति. तादृशं भवति एव. भूधातुः स्वीकुर्मः चेत् भूयोगः णिच् भावी इति आगच्छति. अनन्तरं पुनः शप् योजयामः चेत् गुणः भूत्वा भावयति इति रूपं भावयति भवति एव तादृशमेव यत्र वयं निच् प्रत्ययः आगच्छति तादृशमेव सनन्तः अपि सनन्त अस्ति अस्मिन् पाठे इति चिन्तयामि अग्रे अन्ते प्रायः एकवारम् अस्ति गोपायति इति रूपं सर्वं अस्तु पठतु भगिनि लिप् धातुः यङ् लुकः प्रक्रिया लेलिङ् इति आतिदेशित यङ् लुगन्तधातुः लटि लेलिक् योगः ति ले लेक्ति इति रूपः रूपं भवति प्रच् धातुः यङ् लुकः प्रक्रिया पा प्रच्छ इति आतिदेशिक यङ् लुगन्तधातुः लटि पा प्रच्छ योगः ति पा प्रष्टि इति रूपं भवति यङ्लुकः प्रक्रिया दत्तमस्ति लिक् धातोः रूपं यङ्लुगन्तधातुः इति लेलिक् इति यङ्लुगन्तधातुः लटि रूपं ले लेक्ति अभ्यासः ओके प्रच् धातुः प्राव पा प्रच् यङ्लुगन्तधातुः लटि रूपं पा प्रष्टि बालकः लेलेति इति उक्ते बालकः वारं वारं लिखति अथवा अधिकाधिकं लिखति बालकः पा प्रष्टि इति उक्ते बालकः वारं वारं पृच्छति अथवा अधिकाधिकं पृच्छति तस्मिन् अर्थे भवति अर्थे भवति यङ्लुगन्तधातु अनेन यङ्लुगन्तानां परिचयः कानिचन सूत्राणि सन्ति येषु कस्यचित् धातोः निर्देशः भवति ष्टिप् प्रत्ययेन तत्र ष्टिपः प्रयोजनम् इदं यत् तेन सूत्रेण यत् कार्यं विधीयते यङ्लुकः प्रसङ्गे अस्य धातोः तादृशं कार्यं न भवति यङ्लुगन्तधातोः विषये ष्टिपः प्रयोजनं न भवति स्तिपः प्रयोजनकार्यम् न स्तिपः वदतु भगिनि प्रायः अवगतवती वदतु स्तिपा निर्दिष्टं यद् धातुः अस्ति तस्य तत्र प्रसक्तिः न भवति तस्य कार्यं तत्र न विधीयते यङ्लुक् प्रसङ्गे यङ्लुक् प्रसङ्गे ओके इक्ष्टिपो धातुनिर्देशे इति कार्यं न भवति स्तिपा निर्देश स्तिपा निर्दिष्ट धातु स्तिपा निर्दिष्टः धातुः तादृशं कार्यं न भवति एकम् उदाहरणम् अस्ति अग्रे तदपि पठतु तत्र प्रायः स्पष्ट यङ्लुक् रूपाणि अहं कुत्रापि न दृष्टवान् प्रापष्टे न बहुवारं तत्तु किञ्चित् विरलतया एव तस्य उपयोगं भवति वयं तु वारं वारं पठति इति एव वदामः किमर्थं लेलेति एतादृशी प्रयोगः वारं वारम् अथवा अधिकाधिक इति तत्र वयं किं कृतवन्तः यद् आधुनिककाले यद् भाषा वयं संस्कृतभाषा यद् वदामः तत्तु सरलतया भवेत् इति कारणात् एतत् सर्वं त्यक्तवन्तः प्रायः यद् यः प्राचीनाः सन्ति ये वदन्ति चेत् येषाम् उपयोगः प्रायः भवति अस्माकं तु वयं तु इदानीं सन्धिः अपि त्यक्तवन्तः समासः अपि अधिकं न उपयोगं कृतवन्तः सरलं भूत् सरलं भवतु इति फिल्टर् कृतवन्तः Bhagini, whether we can take it as this varam varam this thing keeps on going or keeps on moving or keeps on doing whether we can take in that sense no or repeating, repetition, in the sense of repetition only we have. Same action, same action we repeat. प्रादेशिकभाषायाम् अस्ति एतादृशप्रयोगः. कन्नडभाषायाम् अस्ति किल अधिकाधिक अस्ति वा? हा अधिकाधिक न न अधिकाधिक इति तु अन्य सर्वेषु प्रादेशिकभाषासु अस्ति. एकं एकं पदं तस्मिन् विषये हिन्दीभाषा बार् बार् इति अस्ति किल वारं वारं तत्तु बार् बार् वारं वारम् इति अस्ति. अहं न पृच्छामि महोदय ले लिखति का पृष्टि तत्र नास्ति तद् नास्ति कुत्रापि न वारं वारम् इति यङ्गन्तरूपं वा यङ्ग् लुक् रूपं यङ्ग् लुगन्तरूपं यङ्ग् लुगन्तरूपं यङ्ग् लुङन्त इत्युक्ते लुक् भवति. अस्तु अस्तु तद् पाठः अपि अस्ति विस्तृतरूपेण अग्रे अस्ति. यङ्ग् लुक् वा यङ्गन्त प्रथमम् अनन्तरं यङ्ग् लुक् इति तत्र प्रक्रिया किञ्चित् भिन्ना अस्ति. द्वित्वं सर्वं भूत्वा आगच्छति किल तत्र किञ्चित् प्रक्रिया भिन्ना अस्ति. अस्तु पठतु भगिनि. स्टिपः यङ्ग् लुकि उदाहरणं सम्प्रसारणम्. ओके सम्प्रसारणं नामकम् एकं कार्यं भवति व्याकरणे. अनेन यणः स्थाने इकादेशः भवति. दिवादिगणे सम्प्रसारणस्य परिचयः भविष्यति. अग्रे च न केवलं दिवादिगणे अपि तु द्रक्ष्यामः यत् बहुत्र सम्प्रसारणं भवति. यङ्ग् लुकि अपि सम्प्रसारणस्य अवसरः. अत्र सम्प्रसारणेन किं किं भवति इति न एव लक्ष्यम् अस्माकं, तस्य च पाठः अग्रे भविष्यति. अत्र स्थिपा यङ्ग् लुकि विहितं कार्यं न भवति इति प्रदर्शनार्थं सम्प्रसारणस्य उदाहरणं दीयते. तावदेव. आम् सम्प्रसारणनामकं नाम यणः स्थाने इको इक् आदेशः भवति. ईवूरु स्थाने या हयवरत् यकारस्य स्थाने यकारस्य स्थाने इकारः, वकारस्य स्थाने उकारः, रकारस्य स्थाने ऋकारः. आदेशः आदेशः भवति. अत्र केवलं द्विवादिगणे द्विवादिगणे भवति सम्प्रसारणं भवति. परन्तु यङ्ग् लुकि अपि सम्प्रसारणस्य अवसरः अस्ति. सम्प्रसारणेन किं किं भवति इति तस्य च पाठः अग्रे भविष्यति. अत्र स्थिपा यङ्ग् लुकि विहितं कार्यं न भवति इति प्रदर्शनार्थम् एव सम्प्रसारणस्य उदाहरणं दीयते. अधुना ग्रहि ज्या वयि व्यधि वष्टि विचति वृच्छति पृच्छति बुज्जतीनां निति च इति सम्प्रसारणविधायकं सूत्रम्. अनेन किति ङिति प्रत्यये परे सम्प्रसारणं भवति. अस्मिन् सूत्रे ग्रहि ज्या वयि व्यधि इति चत्वारः धातवः इक् प्रत्ययेन उक्ताः. वष्टि विचति पृच्छति पृच्छति बुज्जति इति एते पञ्चधातवः च स्थिप्रत्ययेन उक्ताः. आहत्य नवधातवः. येषां च सर्वेषां नवानां धातूनां सम्प्रसारणं विधीयते यत्र कित् नित् प्रत्ययः परः भवति. किन्तु ये पञ्चधातवः स्थिप्रत्ययेन उक्ताः किति ङिति प्रत्यये परे सति अपि यङ्ग् लुकि तेषां सम्प्रसारणं न भवति. ये चत्वारः धातवः उक्ताः इक् प्रत्ययेन तेषां किति ङिति प्रत्यये परे यङ्ग् लुकि यथा सामान्यं सम्प्रसारणं भवति. अवगतं वा भगिनि? नव आं भगिनि, नवधातुः नवधातूनां एकनिमिषं भगिनि. चत्वारः धातवः इत् प्रत्ययेन उक्ताः. ग्रहि ज वै व्यति इति चत्वारः धातवः इक् प्रत्ययेन उक्ताः. रिमेनिङ्ग् शेष धातवः पञ्च धातवः ष्टिप् प्रत्ययेन उक्ताः. ष्टिप् प्रत्ययेन उक्ताः इति सम्प्रसारणं न भवति यङ् लुगन्त धातवः. येषां च सर्वेषां नवानां चत्वारः पञ्च इति दत्तमस्ति किल, प्रत्ययेन उक्ताः पञ्चदातवः. सर्वेषां नवानां धातूनां सम्प्रसारणं विधीयते. निमित्तं कित् नित् प्रत्ययः परे सम्प्रसारणं परः विधीयते, किन्तु ये पञ्चदातवः ष्टिप् प्रत्ययेन उक्ताः इति कारणेन सम्प्रसारणं न भवति. परन्तु चत्वारः धातवः इत् प्रत्ययेन तेषां कितिग्निति प्रत्यये परे सम्प्रसारणं भवति यङ्लुकि यङ्लुकन्तदातव. सो ओ स्थिप्रत्ययेन उक्ताः धातवः सम्प्रसारणं न भवति इति अर्थः. इक् प्रत्ययेन यद् उक्ताः तस्य तु सम्प्रसारणं भवति, यत् स्थिप् प्रत्ययेन उक्ताः तस्य सम्प्रसारणं न भवति ग्रहि ज वै व्यधि इति इक् सम्प्रसारणं भवति. इक् इक् इति प्रत्ययेन उक्ताः धातवः ग्रहि ज व्यधि वै व्यधि इति तत्र सम्प्रसारणं भवति. तत्र ज्या इति धातुः तत्र किमपि नास्ति, तत्र इक् वा अपि नास्ति, स्टिप् अपि नास्ति, ज्या एव. तत्र अपि सम्प्रसारणं भवति. वष्टि विचति वृञ्चति पृच्छति बृञ्जति इति पञ्चधातवः भगिनि. धातुः कथम् आगच्छति तस्य मूलरूप अस्मिन् सूत्रे ग्रहे जा वै व्यधि इति चत्वारः धातवः इक् प्रत्ययेन उक्ताः. परन्तु वयं तु तत्र इक् न पश्यामः किल, बृजतीनाम् इति अस्ति तत्र. बृजतीनां षष्टि बहुवचनं. वृष्टि विचति वृञ्चति पृच्छति बृञ्जति इति पञ्चधातवः सन्ति, तत्तु स्थिपा निर्दिष्टः, तत्र सम्प्रसारणं न भवति ज्या धातुः तु ज्या एव अस्ति किल, तत्र तु किमपि ईकारः प्रत्ययेन ईकारः नास्ति. गृहीतः गृहीतवान् इति भवति, निति गृह्णाति इति भवति, जा जीनः जीनवान् इति भवति, निति जीनाति जे जीयते इति एव अस्माकं यङ्लुगन्तरूपम् जे जीयते तत्र भवति. भो भूयते दरीदृश्य तदेव वा यङ्लुको वा भो भूयते इति भो भूयते दरीदृश्य तत्र रूपं वे विच्छते यङ्लुक् आत्मनेपदम् तत्र यङ्ग् लुकि एव न भवति, यङ्ग् यङ्गन्त रूपं तु भवति एव किल. यङ्ग् लुकि यथा सामान्यं सम्प्रसारणं भवति, यङ्ग् लुकि न भवति इति एव विषयः. यङ्गि तु रूपं तु सर्वत्र भवति. अतः अस्माकं ग्रही जा वै व्यधि इति चत्वारः धातवः सम्प्रसारणं भवति यङ्लुकि अपि. सामान्यतया दिवादिगणे सर्वत्र भवति. यङ्लुकि किं भवति इत्युक्ते ग्रही जा वै व्यधि इत्यस्य सम्प्रसारणं यङ्लुकि भवति. वष्टि विचति वृच्छति पृच्छति वृजति इति पञ्चधातवः यङ्लुकि सम्प्रसारणं न भवति. रूपं प्रायः भिन्नं भवति, परन्तु सम्प्रसारणकार्यं न भवति. तावदेव. सम्प्रसारणकार्यं कुत्र भवति कुत्र न भवति इत्येव. रूपं तु अस्ति एव. प्रायः स्पष्टं भवेत् अग्रे यदा पठामः. एतत् सूत्रं पुनः बहुवारम् आगच्छति. यङ् लुक् भगिनि, यङ् लुक् तत्र नित् अपि कित् अपि अस्ति वा? यङ्ग् भिन्ना अस्ति, लुक् भिन्ना अस्ति वा यङ्ग् लुक् इति? यङ्ग् यङ्ग् इति एकं प्रत्ययः अस्ति. यङ्ग् लुक् अहं दर्शितवती किल पुस्तके. यङ्ग् इति एकः प्रत्ययः, यङ्ग् लुक् इति एकः प्रत्ययः. तत्र ण्यकारस्य इत्संज्ञा भवति चेत् ङित् एव किल. ककारस्य अपि भवति वा? लुक् इति अस्माकं तत् लुक् तद् लुक् येन प्रत्ययः लोपः लोपः यकारस्य लोपः प्रत्यय लुक् लुक् भवति. लुक् अपि च अन्यदपि अस्ति यङ्गन्तप्रत्ययः लोपः. अस्तु, समापयतु भगिनि अस्मिन् परिच्छेदः. दृष्टान्ते ग्रह धातुः सम्प्रसारणविधि विधायकसूत्रे इक् प्रत्ययेन उक्तः ग्रही, अतः यङ्लुकि सम्प्रसारणं भवति. यङ्लुक् प्रक्रियायां ग्रह धातोः यङ्लुकन्तधातुः जाग्रह. लट् लकारस्य प्रथमपुरुषस्य द्विवचने जाग्रह योगः तस्, तस् अपित्वात् निद्वत्, अतः सम्प्रसारणस्य प्रसक्तिः जागृढः इति रूपम्. किन्तु तच् धातुः सम्प्रसारणविधायकसूत्रे स्तिक् प्रत्ययेन उक्तः, अतः यङ्लुकि निति प्रत्यये परे अपि सम्प्रसारणं न भवति. तच् धातोः यङ्लुकन्तधातुः पाप्रच्. लट् लकारस्य प्रथमपुरुषस्य द्विवचने पाप्रच् योगः तस्, तस् अपित्वात् नित्वत् सम्प्रसारणं स्यात् किन्तु न भवति. रूपं पाप्रष्टः इति रूपं भवति. उदाहरणं दत्तमस्ति. ग्रह्धातु ग्रह्धातु इक् प्रत्ययेन उक्ताः ग्रहि इति, अतः यङ्लुकि सम्प्रसारणं भवति. सम्प्रसारणं रकार रेफास्थाने ऋकारः आदेशः भवति. ग्रहि इति धातोः यङ् लुगन्त धातुः जाग्रह इति रूपं. जाग्र लट्लकारस्य प्रथमपुरुषस्य द्विवचने जाग्रह योगः तस्, तस् इति निद्वत् अपित्वात् तस्य प्रत्ययः निद्वत्, अतः सम्प्रसारणस्य किति किति नित्परे सम्प्रसारणं भवति इति चेत् तस् इति प्रत्ययः निद्वत् सम्प्रसारणस्य प्रसक्तिः अस्ति. इक् प्रत्ययेन उक्तः यङ् लुगन्तधातोः सम्प्रसारणं भवति. रूपं जागृढः रेफस्य स्थाने ऋकारः आगच्छति जागृढः इति रूपम्. परन्तु प्रच् इति धातुः स्तिप् प्रत्ययेन उक्तः, अतः यङ्लुकि निति प्रत्यये परे अपि सम्प्रसारणं न भवति इति रूपं. यङ्लुगन्त धातुरूपं पाप्रच् योगः तस् पाप्रष्टः इति रूपं भवति, न पाप्रष्टः. सम्प्रसारणं न भवति तत्र. रेपः रेपः एव तत्र ऋकारः न भवति. कथं ठकारः ष्टकारः इति अग्रे पश्यामः. तत्र तु केचन तु सन्धिकार्यमस्ति, तद् वयम् अग्रे यदा रूपं साधयामः तस्मिन् समये पश्यामः. तदागच्छति. पाद्राद्मा इदानीं कथं रूपम् इति पश्यामः. महोदय पठितुं शक्नोति वा? आमाम् आम् आम् पठतु. पाग्राद्मा इत्यादीनां धात्वादेशप्रक्रिया. पायोग शप् योग शप् पायोग शप् इदानीं धात्वादेशे पाग्राद्मा इति सूत्रेण पिबादेशः पा पिबयोग अ पिबयोग अ इति अस्ति. पिब अतोगुणे इति पिबयोग अतोगुणे इति सूत्रेण पररूपं वा अतोगुणे इति पररूपं पिब प पिब पिब पिब पिबति पिबति इति भवति पररूपं भवति पररूपमस्ति पररूपमस्ति एकादेशः. हा मम भ्रमः आसीत् किमर्थं गुणः न भवत् अभवत् इति. पिब इति अकार बकार अस्ति. अस्तु अस्तु बकार उपादायमस्ति अतः अतः पिब न भवति. अस्तु पिब इति अस्ति. अस्तु पिब् नास्ति. पिब पिब् नास्ति. पिब पिब अतः पिब योग अतोगुणि इति सूत्रेण पररूपमस्ति अकारकार पिब इति पिबति इति तिप् योजयित्वा पिबति इति रूपं. ग्रा योग शप् इदानीं पाग्राद्मा इति सूत्रेण जिघ्र आदेशः घ्रास्थाने जिघ्र योग अत्रापि शप् निमित्तकृत किमपि कार्यं नास्ति. किमर्थम् इत्येत् उपादायां र अस्ति रकारः अस्ति अतः जिघ्रयोग जिघ्रयोग अतोगुणे इति पररूपं जिघ्र जिघ्रयोग तिप् जिघ्रति. इदानीं द्मा द्मायोग शप् अतः तत्र द्मा स्थाने धम् धात्वादेशः धम सूत्रेण पररूपं धम तिप् योगः तिप् धमति. स्थायोग शप् अत्र तिष्ठ इति आदेशः तिष्ठयोग शप् तिष्ठयोग योगः अकार अतोगुणे इति सूत्रेण तिष्ठयो तिष्ठ एव तिष्ठयोग तिप् इदानीं तिष्ठयोग तिप् तिष्ठति इति रूपं भवति. म्ना योग शप् तत्र म्ना धातोः धात्वादेशः मन इति अस्ति. मन योग अतोगुणे मन इदानीं मन एव भवति. मन योग ति तिप् मनति. दाण् तत्र यच् आदेशः यच् इति अस्ति. यच् योग अतोगुणे इत्येन पररूपम् एक पररूपम् अस्ति. यच् एव अवशिष्यते. यच् योग तिप् यच्छति इति अन्तिमरूपं. दृश्योग शप् तत्र पश्य इति धात्वादेशः. पश्य योग अ इदानीं पश्य योग अ इति अतोगुणे सूत्रेण पश्य इति भवति. पश्ययोग तिप् पश्यति. तथैव ऋ धातुः अस्ति. ऋ योग शप् रच्च इति अस्ति. रच्च योग आदि ऋ अर्ति अर्ति रच्च इति सूत्रम्. अर्ति स्थाने रच्च इति आगच्छति. रुच्चयोग अतोगुणे रुच्चयोग तिप् रुच्यति. सृयोग शप् सर्ति अत्र सर्ति धौ इति अस्ति. सृ धातोः धौ इति आग धात्वादेशः. सर्ति इक् इक्तिपौ इति तत्र सर्ति इति सर्तिस्थाने धौ इति धौ योग अ इति अस्ति. इदानीं धौ युग अ इति अस्ति यचोयवयावः इति सूत्रेण आवादेशः धाव् धाव् धाव् धाव धाव् योग अ धाव धावयोग तिप् धावति षद् अस्ति षद् षीय इति षद् षद् अस्ति तत्र षी आदेशः षीयोग षीययोग अ अतो गुणे इति सूत्रेण पररूप षीय षीय एव षीययोग ते इति आत्मनेपदी धातुः अस्ति वा षीयते इति अस्ति प्रायः षदङ् इति मूलरूपं हा हा हा अनुदात्तनितात्मनेपदम् अस्तु सद् सद् योग शप् इदानीं षत् सद् स्थाने सीद आदेश सीद इति आदेशः अतो गुणे सीद एव अवशिष्यते सीदयोग तिप् सीदति इति रूपम् अन्तिमरूपम् अग्रे अस्तु ध्येयं यत् सृ धातोः स्थाने धौ आदेशः भवति यदा यदा टु रन् इति इत्यर्थे अस्ति न तु टु गो टु फ्लो इत्यर्थे अस्तु धौ धातु आदेशः भवति यदा यदा टु रन् इत्यर्थे अस्तु तदा अतः तदा यदा अतः भवादिगणे सृ धातोः लटि एकस्मिन् अर्थे धावति अपरस्मिन् अर्थे सरति अस्तु यत्र सरति इति सृ धातोः धावति इति कथं भवति टु रन् विवक्षा अस्ति टु रन् इति अर्थं सूचयितुं तत्र तत्र धौ आदेशः अत्र सृ इति यत्र सरति इति तत्र नास्ति सृ धातुः लटि रूपं यदा अस्माकं विवक्षा टु फ्लो इति अस्ति चेत् तत्र किमपि धातु आदेशः न भवति आदेशः नास्ति कुत्र दत्तमस्ति भगिनी तत्र एतत् कुत्र इत्युक्ते सरति इति सरति इति तत्र टु टु फ्लो इत्यर्थे व्याख्यायां प्रायः भवति महोदय व्याख्यां पठित्वा प्रायः तत्र सृ धातुः अर्थद्वयम् अस्ति एकं तु धावति इति अर्थे द्वितीयं तु सरति इति अर्थे इति प्रायः तत्र दत्तमस्ति परन्तु यदा सरति इति अर्थे भवति तत्र दौ इत्यस्य आदेशस्य आवश्यकता एव नास्ति किल सृयोगः इति तत्र गुणः भूत्वा न वयं न जानीमः न सूत्रे वयं न जानीमः सूत्र सूत्रं व्याख्यायां धौ इति आदेशः व्याख्यां पठित्वा एव महोदय सर्वदा तदेव दान दाने अनेन सूत्रेण शिति परे यच्च आदेशः अतः यथा लटि यच्छति दानार्थे भवति माता बालकाय भोजनं प्रयच्छति अन्यच्च अस्मिन् सूत्रे ये ये धातवः सन्ति ते सर्वे भावादिकाः किन्तु येषु केचन अपरेषु गणेषु गणेषु अपि पठिताः यथा सृ धातुः ज्योत्यादिगणे अपि ससर्ति षद् सद् च तुदादिगणे अपि अस्ति पठितां शीयते सीदति इति अस्मिन् सूत्रे ये धातवः सन्ति ते सर्वे भूधातु भुवादिगणीयाः किन्तु केचन अपरेषु गणेषु पठिताः सृ धातु ज्योत्यादिगणे ससर्ति षद् सद् च तुदादिगणे पठितौ शीयते सीदते सीदति इति एकनिमिषं किम् अस्ति सृ धातोः ज्योत्यादिगणे अस्ति इदानीं सृ धातु ज्योत्यादिगणे अस्ति खलु भगिनी तस्मिन् गणे अपि अस्ति तादृश अन्यत् ओके अस्तु अस्तु इदानीं वयं पठितवन्तः तत् भुवादिगणे अस्ति अस्तु सृ धातु तत्रापि अस्ति सृ इति धातुः केवलं भुवादिगणे एव इति न तज्जुहोत्यादिगणे अपि अस्ति. वयं प्रथम वारं तत्र जुहोत्यादिगणे तु शप् नास्ति किल, अतः शिति द्युहोत्यादिगणे किम् अस्ति शपः श्लू भवति किल, द्वित्वं भवति. तत्र दातादेशः न भवति, तत्र न भवति, क्षिति परे एव किल अस्मिन् सूत्रस्य प्रसक्तिः. तुदादिगणे अस्ति, तद् भवति, तत्र भवति. तुदादिगणे तु क्षीयते क्षीदति इति तत्र भिन्नरूपं शकार क्षित् अस्ति, क्षित् अस्ति. आम्, यत्र यत्र क्षित् अस्ति सूत्रस्य प्रसक्तिः अस्ति, यत्र नास्ति तत्र सूत्रस्य प्रसक्तिः नास्ति, धातु आदेशः न भवति. अग्रिमसूत्रमपि पठतु महोदय, तद् प्रायः तद् पठितः. दंश संज्ञा अस्ति वा, संज स्वञ्ज रञ्ज इत्येषां न लोपः. अस्तु, दंश दंशने दंशति, षञ्ज सङ्गे सजति, ष्वञ्ज परिष्वङ्गे स्वजते, रञ्ज रागे रजति रूपं. दंश दंशसंज्ञस्वजांशपि दंशसंज्ञस्वञ्जते तेषां नकारस्य लोपः. शपि परे दंशश्च संज्ञश्च स्वञ्जश्च तेषाम् इतरेतरद्वन्द्वः, दंशसंज्ञस्वञ्जः तेषां दंशसंज्ञस्वञ्जां इति दंशसंज्ञस्वञ्जां षष्ट्यन्तं, शपि सप्तम्यन्तं द्विपदमितं सूत्रं. शान्नलोपः स्नान्नलोपः इत्यस्मात् नलोपः इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं. दशसंज्ञस्वजाम् अङ्गस्य नलोपः शपि. अस्तु, यथा दंश योग शप् अस्ति, तत्र दश पूर्वं नकार नुमागम अभवत् वा तत्र? मूले नकारः आसीत्, नकारः मकारस्य स्थाने अनुस्वारस्य मकारस्य स्थाने नकारस्य एव भवति, न लोपः, अतः नकार एव. नुमागम अभवत् वा, दंश अस्ति वा तत्र, दंश वा? न न न न महोदय, पूर्वं यद् मूले नकारः आसीत्, नकारस्य स्थाने कथम् धातुः किमपि न न तत्र यद् धातुपाठे औपदेशिक अवस्थायां नकारः आसीत् धनश् इति, तत्र कथम् अनुस्वारः आगच्छति? इदानीं तत् तदेव न, अन्यत् सूत्रम्. एकनिमिषं, प्रथमं तु मोनुस्वानश्चपदान्तजलि, नष्टपदान्तजलि अस्तु, जल् प्रत्याहारः जल् अस्ति. अस्तु, तत्र तत्र दंश इति दंश् इति भवति. इदानीं नकारस्य लोपः, यद्यपि अत्र अनुस्वारः दृश्यते, मूले नकार एव अस्ति, मूले नकारः सर्वत्र सर्वत्र स्वञ्ज इत्यस्य तत्र तत्र किं भवति, कथं ञकारः आगच्छति? ञकारः अस्ति, जकारः अस्ति, अतः नश्चपदान्तशुद्धलि इति सूत्रेण. अनन्तरं नश्चपदान्तस्य जलि इत्यनेन अनुस्वार आदेशः, अनन्तरम् तत्रापि तत्र सर्वत्र नकारस्य लोपः, दंशसंज्ञा स्वज्ञाम् अङ्गस्य न लोपः शपि परे इति सूत्रेण दंश्योग शप् इति अस्ति तत्र दश्योग दशति संयोग शप् इति अत्र ञकारस्य लोपः भवति मूले नकार आसीत् सज योग सजति सजति इति भवति तथैव स्वञ्ज योग शप् स्वज स्वजयोग स्वजयोग ते स्वजते इति रूपमस्ति अन्तिमरूपम् अन्तिमरूपं तदेव दंशं स्वजां क्षपि इति सूत्रमस्ति नकारलोपः मूले अस्ति अतः कृत्वा तस्य लोपः भवति किमर्थं तत्र दश दश इति एव न स्थापितवान् किमर्थं दश इत्येव न स्थापितवान् दंश् इति कृत्वा नकारलोपः किमर्थं कृतवान् पाणिनिना दश इति चिन्तयतु तदेव गृहपाठः अस्ति चिन्तयतु अग्रिमसप्ताहे चर्चयिष्यामः किमर्थं दश सज स्वज इत्येव न स्थापितवान् पाणिनिना किमर्थम् एकं सूत्रम् अनन्तरं न लोपः किमर्थं कृतवान् इति चिन्तयतु अग्रिमसप्ताहे मिलामः धन्यवादः भगिनि एकनिमिषं क्लारिफिकेशन् रेकार्डिङ्ग् एकनिमिषम्